नीलाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णम् व्याकरणम् प्रोक्तम् तस्मै पाणिनीये नमः। वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। सुप्रभातं, स्वागतम्। ओके, प्रश्नाः सन्ति वा? ओके, गतावसरे विजया एकम् उत्तमं प्रश्नं पृष्टवती। हा, किमस्ति? एकं तु अस्ति स्थानेन्तरतमः यथासङ्ख्यम् अनुदेश, किमस्ति यथासङ्ख्यम् अनुदेश्य समानं न? आं महोदय, नमस्कारः महोदय। नमस्कारः। यथासङ्ख्यम् अनुदेश्य समानं, तत्र भिन्नता कुत्र अस्ति? द्वितीयमस्ति, अङ्गस्य इकः गुणः इकः अङ्गस्य गुणः, एतयोः मध्ये भिन्नता कुत्र अस्ति? समाधानं कः वा का दातुम् इच्छति? हलो, कृपया भवती एव किमपि दृष्टवती, पठितवती, चिन्तनं कृतवती? कस्मिन् विषये? वदतु। अत्र मम प्रश्नः किम् आसीत् चेत्, अत्र यत्र यत्र आदेशः भवति अत्र क्रमेण भवति स्थानेन्तरतमः इति अत्र कार्यं करोति वा इति मम प्रश्नः उदेति। ओके, अनन्तरं यथासङ्ख्यम् अनुदेश्य समानं, तत्र किम् आगच्छति? तावदेव खलु। ओके, अच्छा, इत्युक्ते एकस्य सूत्रस्य किम् उपयोगं कुर्मः चेत् द्वयोः कार्यं कर्तुं शक्नुमः, एतदस्ति न? आम् आम् महोदय, आम् महोदय, सर्वेषां कृते एतत् प्रश्नं मनसि अस्ति वा केवलं विजयमहोदयायाः? प्रश्न एव अहं न ज्ञातवान् महोदय, प्रश्नमिव न जानामि। ओके, सर्वमङ्गला, अनुसूया, चन्द्रमति। प्रश्नः, नमस्ते महोदय, प्रश्नः अङ्गस्य इकः गुणः इकः अङ्गस्य गुणः मध्ये भेदः किम्? प्रश्नः तत् मनसि अस्ति। प्रथमं तु विजयमहोदयायाः अनन्तरतमः यथासङ्ख्यम् अनुदेश्य समानम्, तस्मिन् विषये तस्य समस्या गभीरम् अस्ति, तत् किमपि वक्तव्यं? हा, सम्यक् न श्रूयते महोदय। महोदय, हेड्फोन्स् न श्रूयते? एकनिमिषं, श्रूयते श्रूयते महोदय, सम्यक् श्रूयते। इतोपि सम्यक् श्रोतुम् अहं हेड्फोन् भवत्या ध्वनिः सम्यक् श्रूयते महोदय। ओके, सम्यक्तया अहं समाधानं दातुं शक्नोमि इति कदाचित् अहं प्रयत्नं करोमि वा कृपया सर्वे म्यूट् मध्ये तिष्ठतु. हलो नौ ऐ एम् नाट् एबल् टु मेक् औट् एनिथिङ्ग्. सर्वं किं ब्रेक् ब्रेक् भवति. नौ वाट् इस् हापेण्ड्? ध्वनि उत्तमम् श्रूयते. श्रूयते ध्वनि? श्रूयते. अन्यजनान् कृते विजयमहोदय तु उक्तवान्. नौ टुडे देर् इस् गोयिङ्ग् टु बि नैस् कन्फ्यूजन् विजय अण्ड् विजयाः. ओके अनिल् श्रूयते वा? सरस्वती सम्यक्? नो प्रोब्लम् इदानीं सम्यक् अस्ति. ओके अनुसूया विजयमहोदय किम् उक्तवती? अरे तत्र वयं तु केवलम् एकं सूत्रं दृष्टवन्तः अस्माकं करपत्रे यस्मिन् समये किं एच् ओ यव याव विषये वयं दृष्टवन्तः. तस्मिन् समये एच् ओ यव यावः तत्र स्पष्टीकरणं प्राप्तं, तत्र यथासङ्ख्यम् अनुदेश्य समानम् इति सूत्रं वयं पठितवन्तः अथवा दृष्टवन्तः, सम्पूर्णतया न पठितवन्तः. येन विधिस्तदन्तस्य एच् ओ यवायावः अत्र अत्र पश्यतु, यथासङ्ख्यम् अनुदेश्य समानम् इति अस्ति सूत्रं. हा ओके एतस्य आधारेण वयं किं निर्णयं कृतवन्तः, ए ओ ऐ औ एतेषां स्थाने किं अयवायावः इत्युक्ते ऐ अव आय् आव् इति वयं स्थापयिष्यामः. किमस्ति एच् इति अस्माकं हस्ते प्रत्याहारः अस्ति. ओके प्रथमं लेट् मी सी. अरे कुत्र गतं? तिष्ठतु, अद्य मम सङ्गणकस्य किञ्चित् निद्रा अवस्थायाम् अस्ति इति अहं चिन्तयामि. कारणं पञ्चनिमिषं षड् निमिषं तु एवमेव गतः. अस्ति वा? एतस्य परिशीलनं कुर्मः. एचो हौट् अत्र गच्छन्नम् एचो य वा या वः. ओके सूत्रमेवम् अस्ति. ओके अद्य ओके अनिल् एचो यवा यावः अत्र पद किं पदच्छेदं करोतु. एच् एच् प्लस् न न एच् ओ अस्ति अतः पूर्वरूपसन्धि तु आगतं न तत्र. आम् आम् एच एच एच एचः एचः एचः अनन्तरं ऐ हा ओके अयवायावः पदमेकमस्ति तत्र. आमाम् ओके परन्तु चतुर्थ चतुर्थ पार्ट्स् अस्ति. ओके इदानीं नेक्स्ट् स्टेप् किमस्ति? एचः एचः तत्र विभक्ति किम्? षष्टिविभक्ति प्रत्याहारस्य एच् प्रत्याहारस्य षष्टिविभक्ति. ओके, एच् प्रत्याहारे किं किम् आगच्छति? ए ऐ ओ औ ए ऐ एकनिमिषं क्रमेण गच्छतु. एनन्तरम् ऐ आगच्छति वा? गणेशसूत्रं ए ओ ओ ऐ औ ऐ औ. ओके, अवगतं किमर्थम् एतत् एवम् अहं लिखामि? कारणं क्रमेण अस्ति न, अस्माकं तु एकवारं वयं दृष्टवन्तः. इदानीम् अयवायाव विषये वदतु. ऐ प्लस् औ ऐ प्लस् अव औ प्लस् अनन्तरं ऐ ऐ ऐ प्लस् अव आवः. ओके, आवः बहुवचनं. इदानीं वदतु, एचः तत्र अस्ति, तत्र तु षष्टिविभक्ति. षष्टिविभक्तिवचनं किम्? एकवचनं. एकवचनं अयवायावः, तत्र विभक्ति किं? बहुवचनं. प्रथमाविभक्ति बहुवचनं. प्रथमाविभक्ति बहुवचनं. ओके, अतः अस्माकं हस्ते एच् स्थाने ए ओ ऐ औ अस्ति, अयवायावः स्थाने ऐ अव ऐ आव् अस्ति. विद्या महोदय, इदानीं भवती आगच्छतु. न भवतः कार्यं समाप्तं. अनिल्, चिन्तनविषयं किं इण्टर्प्रिटेशन् अनालिसिस् विषयं विजयमहोदया करिष्यति, कारणं तस्याः प्रश्नः अस्ति. ओके, कवान्. इदानीं अस्माकं हस्ते अन्यसूत्रमस्ति, किं? यथा सङ्ख्यम् अनुदेशः अनुदेशः समानम्. एकनिमिषं, कथं लेखनीयम् अहं पश्यामि. यथा सङ्ख्यम् अनुदेश समानं, पदद्वयमस्ति न, तथा तत्र पदं समाप्तं न, यथा सङ्ख्यम् अनुदेश अनुदेशः. ओके, समानं. ओके, अत्र किम् अवगतवती? यथा सङ्ख्यम् अनुदेश समानम्. कमान् कमान् विजया, विजया गता वा? विजया अन्य कृतं महोदय. इदानीं यथा सङ्ख्यम् अनुदेश समानम्. ओके, अत्र एतस्य आधारेण भवती किम् अवगच्छति? अत्र समसम्बन्धी अस्ति खलु? कथम्? ए स्थाने ऐ, ओ स्थाने औ, ऐ स्थाने ऐ, औ स्थाने औ इति क्रमेण यथा सङ्ख्यम् अनुदेशः समानम्. अत्र समसम्बन्धी अस्ति, अतः तत्र क्रमेण आगच्छति. इदानीं प्रश्नः उदेति, एतस्य सूत्रस्य किम् अवगमनं नास्ति अथवा सूत्रमेव नास्ति, तदा किं कर्तुं शक्नुमः? अस्माकं हस्ते एच् इति वर्णाः सन्ति, तत्र ए अस्ति, ओ अस्ति, ऐ अस्ति, औ अस्ति औ अस्ति आम् ओके आम् अनन्तरम् अस्माकं हस्ते ऐ अव् आय् आव् चत्वारः आप्षन्स् हस्ते सन्ति ओके ऐ अव् ओ ऐ आव् इति अस्माकं हस्ते चत्वारः आप्षन्स् सन्ति अतः वयम् ए स्थाने किमपि उपयोगं कर्तुं शक्नुमः ओ स्थाने किमपि उपयोगं कर्तुं शक्नुमः यदा एतस्य सूत्रस्य किं प्रेसेन्स् नास्ति एतत् सूत्रं पाणिनिमहोदय न दत्तवान् आसीत् चेत् वयं किमपि कुत्रापि उपयोगं कर्तुं शक्नुमः किमर्थम् इदानीं कम्पेर् करोतु इदानीं विद्या भवती एव इदानीं प्रश्नं दास्यति हा तत्र किम् अस्ति अस्माकं हस्ते इको यणचि अस्ति इको यणचि एतस्य सूत्रस्य विभजनं करोतु इदानीं पदच्छेदं करोतु इकः यन् अनन्तरम् अचि इति अस्ति इकः यन् एकनिमिषं अत्र किमपि इकः यन् अचि अनन्तरम् अचि ओके इदानीं परिशीलनं करोतु इकः इत्युक्ते किम् अत्र इकः षष्ठी सूचयति षष्ठी एकवचनमस्ति षष्ठी एकवचनमस्ति इदानीं तत्र तु इक् इति वयं जानीमः इक् इति वयं जानीमः तदनन्तरं यण् तु यण् एव तिष्ठति अचि अचि स्थाने वयं किं लिखामः प्रत्याहार आयि ऊरु न न न सम्पूर्णप्रत्याहारे आय अच् अच् वर्णः सर्वेश्वर परन्तु अचि लिखितम् अस्ति इकः लिखितम् अस्ति इकः इत्युक्ते षष्ठी भवती उक्तवती अचि इत्युक्ते किं सप्तमी एकवचनं सप्तमी एकवचनं एकवचनं इदानीं वयं किं कृतवन्तः अस्माकं हस्ते इकः यण् अचि इति पदत्रयम् अस्ति तेषां किम् आधारेण वयं साक्षात् प्रत्याहाररूपं स्वीकृतवन्तः इक् यण् अच् ओके यावत्पर्यन्तम् अवगतम् इदानीम् इक् इत्युक्ते के वर्णाः आगच्छन्ति तत्र इ ऊरु लु इ ओके अनन्तरं यन् इत्युक्ते किं किम् आगच्छति यव र ल सम्पूर्ण य नास्ति हा केवलं यकार यव वदति चेत् तत्र अकारसहितम् आगच्छति हा अतः यकार वकार अनन्तरं रेपः लकारः रेफः लकारः ओके इदानीम् अच् इत्युक्ते अच् अच् इत्युक्ते अ इ अ इ उ उ ऋ ऋ एल् ल ल ल एओ एओ ऐ औ ओ ऐ औ औ औ सर्वम् आगच्छति इदानीम् अस्माकं हस्ते सम्पूर्ण किं प्रत्याहारः प्रत्याहारस्य लिस्ट् अस्ति इदानीं वयं पठितवन्तः इकः षष्टिः अस्ति, अचि सप्तमी अस्ति, तदा कार्यं कुत्र भविष्यति? इकः स्थाने एव। हा कदा? कुतः यन् प्रथम यन् प्रथमविभक्ति अस्ति विधि अस्ति, यन् विषये अहं न पृच्छामि। कदा परिवर्तनं भविष्यति? षष्टिविभक्ति स्थानी अस्ति, स्थानी अस्ति, एतस्य स्थाने परिवर्तनं कदा भविष्यति? इदानीं वयं दृष्टवन्तः न, अचि इत्युक्ते सप्तमी विभक्ति, ओके, अतः सम्बन्धः किम् इकः अचि एतयोः? अत्र वदतु वदतु, वयं तु पठितवन्तः एतत् सर्वम्। इक् वर्णस्य स्थाने स्वरे स्वरे परे एव अत्र यनादेशः कार्यं भवति इत्युक्ते अचि यदस्ति सप्तम्याम् इत्युक्ते एके वर्णाः अच् वर्णाः अस्ति तत् पूर्वं यदा इक् वर्णाः सन्ति तदा एव कार्यं भविष्यति। ओके, यावत्पर्यन्तम् अवगतम्? आम् आम्। ओके, एतत् बहु सरलमस्ति, वारं वारं वयं पठितवन्तः। ओके, इदानीं समस्या अस्ति, इक् यदस्ति अस्माकं हस्ते इक् इत्युक्ते इ उ ऋ ल, ओके, इति चत्वारि वर्णाः सन्ति। अनन्तरं किमस्ति, अत्र अपि चत्वारि वर्णाः सन्ति, ओके, चत्वारि चत्वारि, परन्तु कुत्रापि न लिखितम् अस्ति ई स्थाने य स्थापनीयं वा व स्थापनीयं वा र स्थापनीयं वा ल स्थापनीयम्, ओके, तदेव उकारस्य स्थाने यकार वकार रकार रेफ लकार किं स्थापनीयं न लिखितम् अस्ति, अतः सम्पूर्ण कन्फ्यूजन् भविष्यति। ओके, परन्तु अत्र अस्माकं हस्ते अन्य एकं सूत्रं पाणिनिमहोदयः दत्तवान्, किमस्ति तत्? स्थानेन्तर स्थानेन्तर कथं लेखनीयम् एतत्? स्थानेन्तरतमः तर तमः, स्थानेन्तरतमः, एतस्य अर्थं किं? स्थानेन्तरतमः, ओके, अवग्रहचिह्नम् आवश्यकं, स्थाने अन्तरतमः, एतत् आवश्यकं नास्ति एव, स्थाने अन्तरतमः अत्र अवग्रहचिह्नम्, अत्र अवग्रहचिह्नं न स्थापयामि, स्थापनीयमेव, परन्तु अत्र स्थापनीयमेव, परन्तु अत्र व्याकरणरीत्या एतस्य प्रयोगं प्राधान्यं नास्ति एव, तत् सत्यं, कारणं वैदिकश्लोकाः सन्ति न, तत्र तु अवग्रहचिह्नं बहु न्यूनं दृश्यते, एतत्तु अनन्तरम् आगतं, अवग्रहचिह्नस्य उपयोगं बहुकालानन्तरं पाणिनेः कालानन्तरम् आगतं, सौकर्यार्थम् अकारस्य लोपकृतम् अस्ति तस्य स्थाने अवग्रहचिह्नं स्थापयामः चेत् अवगमनार्थं सरलं भविष्यति, सुलभं भविष्यति इति मत्वा। ओके ओके, यदा लिखामि न लिखामि अस्माकं कृते तु लिखामः चेत् अस्माकम् अवगमनं किञ्चित् अधिकम् अथवा सरलं भविष्यति. इदानीं पदानि शाकानि वदतु. विद्या. आं महोदय. स्थाने स्थाने इति सप्तमी एकवचनं. स्थाने अनन्तरम् अन्तरतमः पदानि. प्रथमकार्यं वयं किं कुर्मः, पदच्छेदं कुर्मः. ओके, पदच्छेदम् अत्र स्थाने स्थाने अनन्तरम् अन्तरतमः. स्थाने अन्तरतमः. अत्र विधिविधि किमपि नास्ति. विधिकार्यं नास्ति. एतत् केवलं मार्गदर्शनं ददाति. यथा पूर्वं वयं किं दृष्टवन्तः, यथासङ्ख्यम् अनुदेशसमानम्. एतत्तु किमपि विधिविषये न वदति, केवलं मार्गदर्शनं ददाति. ओके, समानां समानमस्ति महोदय. समानां हा. ओ, अहं तु अशुद्धं लिखितवती. समानाम् अथवा समानं किम् अस्ति? हा, समानां समानां. हा, ओके, धन्यवादः महोदय. ओके, दीर्घमस्ति. हा, धन्यवादः. कोऽपि किमपि करेक्षन् न कुर्वन्ति. हा, सूक्ष्मतया द्रष्टव्यं. हा, अस्माकं तु पठनं संस्कृतविषये अस्ति, अतः किं बहु ध्यानेन पठनं वयं कुर्मः. किं किमर्थं तत्र प्रति अक्षरस्य प्रतिवर्णस्य महत्त्वमस्ति. ओके, ओके, इदानीं स्थानेन्तरतमः, स्थाने अन्तरतमः, एतस्य अर्थं किम् आगच्छति? हलो विद्या. समानम् अत्र अनुदेशः यथा सङ्ख्यं भवति, यथा सङ्ख्यम् इति करणीयं खलु? आहा, ओके. इदानीं यथा सङ्ख्यम् इति वयं कुर्मः चेत्, हा, अत्र एचो एव यावः स्वीकुर्मः चेत्, ओके, या अत्र एचो यवा यावः अत्र यदस्ति ए ओ ऐ औ, हा, अत्र स्थानेन्तरतमः उपयोगं कर्तुं शक्नुमः वा? रेस्पेक्टिव्लि पुनः वदतु. रेस्पेक्टिव्लि तादृशमेव एचो यवायावः. अहं न अवगतवती. हा, वाय्स् ब्रेक् अस्ति. पूर्वं किम् उक्तवती? रेस्पेक्टिव्लि एचो यवायावः अत्र रेस्पेक्टिव्लि वि हव् टु टेक् ओके. अनन्तरतमः अनन्तरतमः किं वदति? आभ्यन्तरप्रयत्नम् उच्चारणप्रयत्नं समानम्. उच्चारणस्थानं प्रयत्नम् एतस्य परिशील एतयोः एतेषां परिशीलनं वयं कुर्मः चेत् अत्र कुत्रापि समानता मिलति वा न, तद् द्रष्टव्यं प्रथमम्. अतः विजया आगच्छतु पुनः. ई उच्चारणस्थानं किम्? किं महोदय? या ई या या न न ई वर्णस्य उच्चारणस्थानं किम्? इच्छूयशानां तालु. अतः ई वर्णस्य स्थानं तालु, य वर्णस्य स्थानं तालु. अतः एतयोः मेलनं वयं कर्तुं शक्नुमः एकस्य स्थाने अन्यः स्थापयामः उवर्णस्य कृते उवर्णस्य स्थानं कुत्र अस्ति ऋतुलषाणां वदतु स्थानं किं विजया भवत्याः पर्यायः वदामि वदामि महोदय अत्र स्थाने आरम्भं करोतु अकोहविसर्जनीयानां कण्ठः इक्षुयशानां तालु अनन्तरं ऋतुलसानां दन्ताः ऋतुलसानां मानीयानां वृक्षौ विजया विस्मृतवती वा चन्द्रमती उपपद्मानीयानाम् ओष्ठौ वा उपपद्मानीयानाम् ओष्ठौ ओके अतः उपपद्मानीयानाम् ओष्ठौ तत्र विषये तु ओष्ठः इति वयं ज्ञातवन्तः वकारस्य किम् अस्ति स्थानं विद्या भवती एव वदतु इदानीं वकारस्य स्थानं स्थाने वकारस्य दन्तोष्टं दन्तोष्टं अतः वकारस्य दन्तोष्टम् अस्ति अतः वयम् अत्र वकारः स्थापनं कर्तुं शक्नुमः किमपि कामन् अस्ति न तत्र स्थानेऽन्तरतमः स्थाने अन्तरतमः इत्युक्ते तत्र मेलनार्थं किमपि अस्ति चेत् तदा वयं एकस्य स्थाने अन्यः स्थापनं कर्तुं शक्नुमः ऋविषये वदतु इदानीमेव वयं दृष्टवन्तः इति कमोन् कमोन् ऋतुरसाणां मूर्धा ऋतुरसाणां मूर्धा अतः अत्र किं वर्णः आगच्छति कः वर्णः आगच्छति ऋषाने रेपः रेफः ओके अनन्तरम् अग्रे लुस्थाने किम् आगच्छति ऋतुलसाणां दन्ताः ओके अतः लकारः आगच्छति अतः स्थानेन्तरतमः अस्माकं कृते मार्गदर्शनं ददाति यदा समानं स्थानम् अस्ति चेत् एकस्य स्थाने अन्यः स्थापनीयम् अथवा स्थापयितुं शक्नुमः इति कदा एतस्य कण्डिशन्स् किम् अस्ति इको यनचि यद्वदति इकः स्थाने इकः षष्टिविभक्ति अतः स्थानम् अचि सप्तमीविभक्ति अतः किं कण्डिशन्स् ददाति निमित्तं ददाति अच्वर्णः अस्ति तत्पूर्वम् इक् वर्णः अस्ति चेत् इक् स्थाने यण् वर्णाः आगच्छन्ति परन्तु तत्रापि किम् अस्ति स्थानेन्तरतमः वदति कस्य वर्णस्य स्थाने किं वर्णः स्थापनीयम् ओके ओके परन्तु यदा वयम् एचयवायावः पश्यामः अत्र स्थानेन्तरतमसूत्रस्य अवकाशः मिलति वा अत्र तु एकः वर्णः अस्ति अत्र वर्णद्वयमस्ति अतः ओ अस्ति अत्र तु अ अस्ति ओ स्थानं तु भिन्नम् अस्ति ओ किमस्ति ओष्ठः अव् अत्र वर्णद्वयम् अस्ति एकं तु अस्ति कण्ठः द्वितीयं तु अस्ति किं दन्तोष्टः अतः कुत्रापि समानता न मिलति अतः स्थानेन्तरतमः यूस्लेस् इति कार्यं न शक्नोति न एतस्य उपयोगेन वयं कार्यं कर्तुं न अर्हति एव अर्हता एव न मिलति अतः पाणिनि किं कृतवान् यदा सङ्ख्यम् अनुदे एतस्य उपयोगं कर्तुं न शक्नुमः चेत् ओके फैन् अहम् अन्यरु सूत्रं ददामि तस्य उपयोगं कृत्वा अग्रे गच्छन्तु ओके अवगतम् आमाम् आम् सम्यक्तया अवगतम् ओके इदानीं कन्फ्यूषन् नास्ति नास्ति एव ओके यावत्पर्यन्तं वयं दृष्टवन्तः अग्रे गच्छामः हा अन्य प्रश्नः अस्ति वा स्थानेन्तरतमः यथासङ्ख्यम् अनुदेश्य समानम् न भवत्याः कृते तु सङ्ख्यम् इत्युक्ते नम्बर्स् यावत् अस्मिन् भागे अस्ति यदा वयं पश्यामः अत्र पश्यतु अत्र कति वर्णाः सन्ति चत्वारः वर्णाः सन्ति अत्र आदेशाः कति सन्ति चत्वारः समानमस्ति न सङ्ख्या समानम् अस्ति अत्र चत्वारः अत्र चत्वारः यथासङ्ख्यम् अनुदेश्य समानम् इत्युक्ते द्वयोः भागयोः समानसमानसङ्ख्या अस्ति चेत् प्रथमस्य प्रथमस्य किं युगपत् भविष्यति न प्रथमस्य अस्मिन् भागे लेफ्ट् हेण्ड् सैड् प्रथमस्य रैट् हेण्ड् सैड् प्रथमः आगच्छति तस्य स्थाने लेफ्ट् हेण्ड् सैड् द्वितीयस्य स्थाने रैट् हेण्ड् सैड् द्वितीयः आगच्छति एवं क्रमेण गच्छति यथा सङ्ख्यम् अनुदेश्य सङ्ख्यं प्रथमः अस्ति चेत् प्रथमः गच्छति द्वितीयः अस्ति चेत् द्वितीयः आगच्छति तृतीयः अस्ति चेत् तृतीयः आगच्छति चतुर्थः अस्ति चेत् चतुर्थः आगच्छति वयम् अन्यसूत्रं न दृष्टवन्तः परन्तु कदाचित् अन्यजनाः जानन्ति झलाञ्झषोन्ते इति कोऽपि जानाति वा झलाञ्झषोन्ते न जानाति चेत् तस्मिन् विषये अहं किमपि न वदामि इदानीं हा कारणं कन्फ्यूषन् न कर्तुम् इच्छामि ओके अत्र सिम्पल् कण्डिशन् अत्र सिम्पल् साधारणतया नियमः किम् अस्ति चेत् वन् त्री वन् स्थाने तृतीयवर्णः प्रथमस्थाने तृतीयवर्णः आगच्छति एतदेव जलां जशोन्ते सुलभतया ज्ञातुम् एतदेव तत्तु भवती जानाति अन्यजनाः अहं चिन्तयामि कदाचित् न जानन्ति अतः अहं तस्मिन् विषये अधिकं न वक्तुम् इच्छामि यस्मिन् समये तदागच्छति तदा वयं परिशीलनं कर्तुं शक्नुमः स्थानेन्तरतमः एतस्य उपयोगस्य अवकाशः अस्ति वा यथा सङ्ख्यम् अनुदेश समानम् एतस्य अवकाशः मिलति वा जस्वसन्धि का वदति जस्वसन्धि अस्ति हा हा जस्वसन्धि एव अस्ति परन्तु वयं सन्धिविषये सूत्रसहितं न पठितवन्तः न इदानीं वयं सूत्रद्वयं जानीमः इको यणचि वारं वारं प्रथम पाठतः आगतम् एच् अवायावः गुणसन्धि समये वयं पठितवन्तः ओके अतः एतयोः उदाहरणं स्वीकृत्य द्वयोः किं परिभाषासूत्रयोः अवगमनं वयं किञ्चित् दृष्टवन्तः ओके इदानीं किं कुर्मः अद्यतनपाठस्य किमपि पश्यामः वा एतत् करपत्रं सम्पूर्णतया समाप्तम् अस्ति करपत्रमस्ति हा गुणः सूत्रसहिता दृष्टि सम्पूर्णतया समाप्तं सर्वे सर्वम् अवगतवन्तः दशाः सन्ति, नास्ति चेत् अहम् अग्रे गच्छामि. ओके ओके. चुरादिगणे चुरादिगण गणविषये वयं पठितवन्तः न बहु पूर्वं करपत्रं अत्र न अत्र तु वयम् अहं किं दर्शयामि इदानीं गुणसूत्रसहिता दृष्टि. ओके प्रथमकरपत्रं वासुगणाः सूत्रसहितदृष्टि तत्र प्रथमकरपत्रं समाप्तं न इति अहं चिन्तयामि. उपदाविषये तु वयं चिन्तयामि न समाप्तितवन्तः इति. वयं लघु उपदाविषये पठितवन्तः, एतत् सर्वं समाप्तम्. शुच् कृष् एतत् सर्वं पठितवन्तः न, अथवा प्रोसेसिङ्ग् कृतवन्तः. अनन्तरं पूर्ण अत्र एव महोदय, अत्र एव. ओके, इत्युक्ते वयं पुगन्तलघुपदस्य च एतस्य सूत्रस्य अर्धभागं वयं पठितवन्तः. यदस्ति लघुपदस्य च लघुपदस्य विषये वयं दृष्टवन्तः, पुगन्तविषये द्रष्टव्यम् अवशिष्टम्. ओके अग्रे गच्छामः अथवा अन्य अपि प्रश्नः अस्ति या? इदानीम् अहं किं करोमि, अरे 16 पेपर्. ओके, सर्वदा विजय सिंह महोदय प्रथमवारम् आगतवान् वा? अस्ति, आम् अस्मि. आरम्भं करोति पूर्णसूत्रार्थः पुगन्तविषये. पुगन्तलघुपदस्य च पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके आर्धातुके च प्रत्यये परे. पुक् अन्ते यस्यः तत् पुकन्तं, लघ्वी उपधा यस्य तत् लघुपधम्. पुगन्तञ्च लघु उपधञ्च तयो पुगन्तलघुपदं समाहारद्वन्द्वः तस्य लघु उपधस्य च. तस्य पुगन्तलघुपदस्य पुगन्तलघुपदस्य षष्ठ्यन्तं पदं च अव्ययपदं द्विपदमिदं सूत्रम्. मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुकार्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः ईकुः गुणवृद्धिः इत्यनेन परिभाषासूत्रेण इकः स्थाने भवति यत्र स्थाने नोक्तम्. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः. अग्रे मा पठतु, एकं तु मनसि निधाय पठतु अग्रे. किमस्ति, भवान् यत्र विसर्गः नास्ति तत्र विसर्गस्य उच्चारणं करोति प्रथमं, यत्र विसर्गः अस्ति तस्य उच्चारणं न करोति. ओके, अतः किञ्चित् अवधानम्. ओके, तयोः अस्ति, भवान् तु तयोः उक्तवान्, समाहारद्वन्द्व, परन्तु तस्य पुगन्तलघुपदस्य तत्र तस्यः पुगन्तलघुपदस्य. ओके, यत्र विसर्गं नास्ति तत्र विसर्गस्य उच्चारणम् आगच्छति, यत्र विसर्गः अस्ति तत्र उच्चारणं न वा आगच्छति. ओके, विपरीतं भवान् करोति. अतः किञ्चित् प्राक्टिस् करोतु. ओके, इदानीम् अवगमनम् अभवत्? यत् पठितान् पठितवान् तस्य किम् अवगतवान्? उगन्तविषये, लघुपदस्य विषये, अङ्गस्य पुगन्तु आगमस्ति, पुकागम् लघु उपधः अस्ति, अलो अनन्त्यात् पूर्व उपधः. यदि अङ्गस्य पूर्वं लघु उपधः अस्ति तथा परे सार्वधातुक आर्धातुक प्रत्ययो भवता तदा गुणकार्यं भवितुं शक्यते. तदा गुणकार्यं भवितुं शक्यते. ओके, इदानीं पुगन्तविषये वयं न पठितवन्तः, लघु उपदाविषये वयं पठितवन्तः. तस्य आधारेण किञ्चित् स्पष्टीकरणं करोतु. लघु उपदा अस्ति चेत् तदा कुत्र लघु उपदा? अङ्गस्य लघु उपदा, अङ्गस्य स्थाने लघु उपदा अस्ति. इत्युक्ते उपदावर्णः लघु अस्ति. लघु किम् अस्ति? लघु ह्रस्वस्वर, ह्रस्वस्वरः. ओके, कस्य अङ्गस्य ह्रस्वस्वरः? सम्पूर्ण अङ्गस्य, केवलम् इक् वर्णस्य उपदास्थाने स्थितः इक् वर्णस्य अङ्गस्थाने गुणकार्यं भवति. इदानीं गुणकार्यम् इत्युक्ते किम्? गुणकार्यम् अ ए ओ भवति. पुनः वदतु. अ ए गुण अ ए ओ, अ ए ओ. एते के? अ ए ओ के? एते के गुणसंज्ञक गुण अस्ति. गुणवर्ण, गुणवर्णाः कस्य स्थाने कः आगच्छति? तो स्थाने ए, उ स्थाने ओ, रि स्थाने अ. ओके, रि स्थाने लि स्थाने अनन्तरं पुनः स्पष्टीकरणम् आगच्छति. ओके, अतः गुणवर्णाः ए ओ. ओके, किमपि आगन्तुं शक्यते. कस्य स्थाने कः आगच्छति तत्तु वयं किं स्थानेन्तरतमः एतस्य आधारेण वयं कर्तुं शक्नुमः. ओके, अवगतम्? इदानीमेव वयं दृष्टवन्तः. ओके, ई स्थाने ए आगच्छति. ओ, एकनिमिषं. हा, ओ ओ ओ, ई स्थाने ए आगच्छति, कथं निर्णयं वयं कुर्मः? कथं निर्णयं कुर्मः? ए, आहा, एतस्य. ओके, अवगमनं तु आवश्यकम् अत्र. ई स्थाने ए कथम् आगच्छति? एतस्य किं स्थानं, किम् उच्चारणस्थानं, किम् ई स्थाने या आगच्छति? ई स्थाने या, या, या. ओहो, ओ इचु यशानां तालु स्थाने नास्ति या. ओके, इदानीं चन्द्रमती वदति वा विजया वदति? चलो चलो, निर्णयं कुर्वन्तु. इचु यशानां तालु, अतः ई स्थाने यकारः. ई स्थाने यकारः, परन्तु यकारः गुणवर्णः अस्ति वा? ओके, विजया चिन्तय, नास्ति, नास्ति एव. ओके, इदानीम् अस्माकं चिन्तनं कुत्र अस्ति? इकोयणविषये न. इक्, ओके, का उक्तवती इदानीं विद्यावाचन्द्रमती तालु एकनिमिषम् एकनिमिषं हा चन्द्रमती वदतुः तालु एदैतोः किं तालु न कण्ठतालु कण्ठतालु ओके इदानीम् इक्वर्णाः के चलो चलो चन्द्रमती ई उ ऋ ई उ ऋ अनन्तरं लु ओके इदानीं गुणवर्णाः के ए ओ ओके यावत्पर्यन्तम् अवगतं सर्वे जनाः ओके इदानीम् अस्माकं हस्ते चत्वारः वर्णाः सन्ति इ उ ऋ ल इति ओके इक् स्थाने गुणवर्णाः केवलं त्रयः ओके यावत्पर्यन्तम् अवगतं प्रश्नः अस्ति अवगतम् ओके इदानीं कथं वयं निर्णयं कुर्मः कस्य स्थाने किं स्थापयामः ओके चत्वारः वर्णाः सन्ति इक् ग्रूप् मध्ये इक् प्रत्याहारे चत्वारः वर्णाः सन्ति गुणकार्यार्थं वर्णत्रयमस्ति हस्ते अतः कयोः कयोः मेलनं वयं कर्तुं शक्नुमः चलो कस्य चिन्तनं किम् अस्ति चन्द्रमती वदतु इच्छुयशानां तालुः अत्र एतयोः खण्डतालुः अतः ई स्थाने वयं किं स्थापयितुं शक्नुमः ए स्थापयितुं शक्नुमः तदनन्तरं ऊ स्थाने किमपि अस्ति उदुबद्मानीयानां कोष्ठः अत्र ओदौदोः खण्डोष्ठः ओके अतः ओ स्थापयितुं शक्नुमः परन्तु ऋडुषाणां मूर्धा ओके परन्तु मूर्धविषये किमपि अस्ति वा मूर्धविषये वा किं लुतुलसानां दन्ताः कुत्रापि दृश्यते दन्तवर्णः अथवा ओष्ठवर्णः किं कुत्रापि दृश्यते ए ओ तु वयम् उपयोगं कृतवन्तः अवशिष्टभागः अस्ति अकारः ओके इदानीम् अकारस्य उपयोगं कथं करणीयं तस्मिन् विषये वयं न पठितवन्तः अग्रे पठिष्यामः ओके सर्वे अवगतवन्तः यावत्पर्यन्तं विजया भ्रमः अस्ति अत्रैव स्थानेन्तरतमः कार्यं करोति खलु अत्रापि स्थानेन्तरतमः कार्यं करोति ई विषये उ विषये परन्तु ऋ विषये लु विषये अन्यसूत्राणि पाणिनिमहोदय दत्तवान् किमर्थम् अत्र भ्रमः अस्ति न अस्माकं हस्ते अ अस्ति परन्तु ऋ मूर्धा अस्ति लु दन्ता अस्ति अतः अत्र मैचिंग ए तु दन्ता नास्ति ओ तु दन्ता नास्ति मूर्धा अपि नास्ति अतः ए अपि अत्र आगन्तुं न शक्नोति ओ अपि आगन्तुं न शक्नोति अतः पाणिनि अन्यरीत्या एतस्य समाधानं कृतवान् समाधानं तु मिलिष्यति परन्तु इदानीं न अग्रे आगच्छति ओके परन्तु इदानीं गुणकार्यविषये अ उ यदस्ति कुत्र गतं इ उ ऋ लु इक् वर्णाः तेषां स्थाने अ ए ओ उपयोगं कुर्मः. गुणः कर्तव्यं चेत् एतदेव कार्यं, हा, आदेशः. इक्वर्णस्य स्थाने गुणवर्णाः आगच्छन्ति, परन्तु इक्वर्णाः यत् वयं साक्षात् अवगन्तुं शक्नुमः केवलम् ई विषये ऊ विषये, कारणं तत्र तु मेलनम् अस्ति. ओके, ई ए ऊ ओ अत्र मेलनं वयं द्रष्टुं शक्नुमः, अस्माकं ज्ञानं तावत्पर्यन्तम् आगतम्. आविषये वयं किमपि न दृष्टवन्तः, न जानीमः. अतः ऋल् पार्श्वे स्थापयामः, अग्रे पश्यामः पाणिनि महोदय किं वदति तस्मिन् विषये. हा, यदा कदापि तस्य अवकाशः आगच्छति तदा तस्य स्पष्टीकरणं मिलिष्यति. इदानीं कस्य पर्यायः? विजयमहोदयान महोदयस्य पर्यायः तु समाप्तम्. विजयमहोदय, अन्य किमपि प्रश्नः अस्ति वा? न न नास्ति महोदय, अस्ति स्पष्टं स्पष्टं स्पष्टं न यावत्पर्यन्तं स्पष्टं न. आमां भगिनि. सीतालक्ष्मी अग्रिम किं किं पेराग्राफ् पठतु. ध्येयम् अस्ति न? ध्येयं यत् सार्वधातुकार्धधातुकयोः इति सूत्रस्य अनुवृत्तिसहितसूत्रम् एवम्. इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः. अत्र इकः अङ्गस्य गुणः इत्यस्य वदनेन अङ्गस्य अन्ते यः इक् वर्णः तस्य गुणः इति अर्थः. तत्र येन विधि सदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गः, किन्तु तादृशम् अङ्गं यस्य अन्ते इकः अलोन्तस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमपदस्य स्थाने गुणादेशः. किन्तु उदन्तलघुपदस्य च इति सूत्रे 7386 इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम्. एतदर्थं येन विधि सदन्तस्य अलोन्तस्य इत्यनयोः प्रसक्तिः नास्ति. अपि च अनुवृत्तिसहितसूत्रे अङ्गस्य इकः गुणः इति अस्ति, न तु इकः अङ्गस्य गुणः. उगन्तलघुपदस्य च 7386 इति सूत्रे अङ्गस्य इकः अनयोः पदयोः समानाधिकरणं न दृष्टम्. न दृष्टं न इष्टम्. न इष्टम्. ओके, इदानीं किम् अवगतवती महोदय? अवगतवती तत् वदतु. मै तो तीन् चार् क्लासस् अटेण्ड् नहि कर पाई, इसलिए मैं न न भवती पठितवती तदेव वदतु. हा, पूर्वस्य ज्ञानस्य आवश्यकता नास्ति. तर्हि भवती यत् पठितवती तस्मिन् विषये यावत् अवगतं तावत् वदतु. सार्वधातुक अर्धधातुकयोः इति सूत्रस्य अनुवृत्तिसहितं अनुवृत्तिसहितसूत्रमस्ति. इकः अङ्गस्य गुणः कदा? सार्वधातुक अर्धधातुकयोः, परन्तु इत्यस्य वदनेन अङ्गस्य स्थाने यः इक् वर्णः तस्य गुणः इति अर्थः. इदानीम् अङ्गस्य स्थानम् एतस्य अर्थं किम् आगच्छति? इक्वर्णस्य अङ्गस्य इक्वर्णः अङ्गस्य इक्वर्णः कुत्र भवितव्यम्? इक्वर्णः अङ्गस्य अन्तिमावर अङ्गस्य अङ्गे भवितव्यम्, अङ्गे भवितव्यम्, परन्तु अङ्गे कुत्र यदा अस्ति तदा एव गुणकार्यं भविष्यति. इक्वर्णः कुत्र भवितव्यं तदा गुणकार्यं भवितुम् अर्हति? लघुपदस्य न, लघुपदस्य न, कार्धधातुकयोः एतस्य सूत्रस्य अवकाशः कदा आगच्छति? इगन्तस्य इक्वर्णः अस्ति चेत्, इक्वर्णः कुत्र अस्ति चेत् अङ्गस्य, अङ्गस्य अङ्गस्य कस्मिन् भागे? अन्तिमभागे, अङ्गस्य अन्तिमभागे इक्वर्णः सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रकृतिः आगच्छति. परन्तु अङ्गस्य अन्तिमभागे इक्वर्णः नास्ति, उपमाभागे इक्वर्णः अस्ति, तदा सार्वधातुक अर्धधातुकयोः एतस्य उपयोगं भविष्यति वा? इक्वर्णः इक्वर्णः अन्तिमवर्णः नास्ति, उपदावर्णः अस्ति, तदा सार्वधातुक अर्धधातुकयोः एतस्य आधारेण वयं गुणकार्यं कर्तुं शक्नुमः वा? न शक्नुमः, कर्तुं शक्नुमः. सार्वधातुक अर्धधातुकयोः अङ्गस्य गुणः भवति चेत् अङ्गस्य अन्ते इक्वर्णः तस्य गुणः इति अर्थः. तत्र येन विधि तदन्तस्य इति इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गम्, किन्तु तादृश अङ्गम् यस्य अन्ते अनोन्तस्य, यस्य अन्ते किम्? यस्य तदन्तस्य अङ्गस्य अन्ते इकः, इकः इकः अलोन्तस्य इति सूत्रेण इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न अपि अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः भवति. तावत्पर्यन्तं स्पष्टीकरणं करोतु. इकः अङ्गस्य इत्युक्ते केवलं इकः इति न अङ्गस्य परि अन्ते इकः अङ्गस्य अन्ते इकः अलोन्तस्य महोदय इत्यनेन अङ्गस्य स्थाने गुणादेशः भवति इति न अपि तु अङ्गस्य अन्तिमवर्णस्य अन्तिमवर्णस्य स्थाने एव कार्यं भवति. अलोन्तस्य अल् वर्णः अस्ति अस्ति चेत् तदा एव कार्यं भवति. ओके, येन विधिस्तदन्तस्य किं वदति? येन विधिस्तदन्तस्य किं वदति? इक्वर्णस्य कार्यं करोति न वो कार्यं विधि कार्यं कार्यं कदा भविष्यति? इकः अङ्गस्य अन्ते अस्ति, अन्ते अस्ति, अत्र किं लिखितमस्ति? विधि यस्य अन्तः विधिकार्ययोग्य अन्तः अस्ति तत्र एव तस्य एव अङ्गस्य कार्यं भवितुम् अर्हति. ओके, तावत्पर्यन्तम् अवगतम्? इकवर्णः अस्ति, इकवर्णस्य अङ्गस्य अन्तिम इक अङ्गस्य अन्तिमवर्ण यत् यद् यत् अस्ति चेत् कार्यं भवति, येन विधिकार्यं भवति, कार्यं अर्हति अर्हति अर्हति. किमर्थं? कारणम् अङ्गस्य अन्तिमवर्णः इक् अस्ति. ओके, इत्युक्ते इगन्त अन्तः अस्ति अङ्गः. ओके, अङ्गः इक् अन्तः अस्ति, अतः विधिकार्यं यस्य अन्तः इक् अस्ति तस्य विधिकार्यं भवितुम् अर्हति. इदानीं प्रश्नः किम् उदेति? अङ्गः तु अङ्गः अङ्गे अन्तिमवर्णः इक् अस्ति, विधिकार्यं कर्तव्यं, परन्तु विधिकार्यं कुत्र कर्तव्यं? सम्पूर्ण अङ्गे कर्तव्यम् अथवा केवलम् इक् वर्णस्य स्थाने कार्यं कर्तव्यं? तदर्थमागच्छति अलोन्तस्य इति सूत्रं, मार्गदर्शनं ददाति. किं ददाति? यदा विधिकार्यं कर्तव्यम् इक् वर्णस्य स्थाने, क्षम्यताम्, यदा इक् अङ्गः अस्ति, इगन्तः अस्ति, तदा कार्यं कर्तव्यं, परन्तु कार्यम् अङ्गे कर्तव्यं, सम्पूर्ण अङ्गे कर्तव्यं वा केवलम् इक् वर्णस्य स्थाने? अत्र अलोन्तस्य किं मार्गदर्शनं ददाति? केवलं यस्य अन्तः अल् वर्णः अस्ति तस्य स्थाने कार्यं कर्तव्यम्. ओके, यस् वर्णः जनरल् स्टेट्मेण्ट् अस्ति, एतत् स्थापयतु, अल् इति जनरल् स्टेट्मेण्ट् अस्ति. कार्यं तु विधिकार्यम् अत्र मार्गदर्शनं दत्तम् अस्ति, अङ्गे इक् वर्णः अस्ति, तदपि अन्तिमस्थाने. पश्यतु, अन्तस्य लिखितमस्ति न, अन्तस्य अन्तस्य अङ्गस्य अन्तस्य इक् वर्णः अस्ति चेत् तदा विधिकार्यं भवति. इदानीम् अङ्गस्य नाम आगतम् इगन्तः. अस्माकं हस्ते भूधातुः अस्ति अथवा अन्य किं धातुः अस्ति, अहं तु विस्मृतवती. ओके, भूधातुविषये चिन्तयामः चेत् अङ्गे इक् वर्णः अस्ति. अतः सम्पूर्णभू वयं परिवर्तनं कुर्मः वा केवलं यत्र इक् वर्णः अस्ति तत्र परिवर्तनं कुर्मः? प्रश्नः तत्र उदेति. कारणं भकार ऊकार वर्णद्वयमस्ति तत्र, ऊकारस्य आधारेण वयं निर्णयं कृतवन्तः इगन्तधातु अस्ति. ओके, तावत्पर्यन्तम् अवगतम्? इगन्तधातु इति नामकरणं वयं दत्तवन्तः. किमर्थं? कारणम् अङ्गस्य अन्तिमवर्णः इक्वर्णः अस्ति, अतः इगन्तधातु. ओके, इगन्त अङ्गम्, इदानीम् अङ्गविषये पश्यामः. अतः अङ्गं तु इगन्तम्, अतः सम्पूर्ण अङ्गे कार्यं वा केवलम् एकस्य वर्णस्य स्थाने? अलोन्तस्य किं वदति? अल् वर्णः यत्र अस्ति अन्तिमवर्णः, अल् अन्तस्य. ओके, अल् अन्तस्य स्थाने कार्यम्. अवगतम्? एतत्तु किञ्चित् रिविजन् अस्ति, अग्रे गन्तव्यं, परन्तु इदानीं किं प्रश्नः उदेति? सार्वधातुक अर्धधातुकयोः एतस्य अवकाशः अस्ति कदा मिलिष्यति एकवर्णः अस्ति चेत् कुत्र अङ्गस्य अङ्गस्य अन्तिमः एतस्य अवकाशः मिलति परन्तु इदानीं वयं किं पश्यामः उगन्तलघुपदस्य च एतस्य भागस्य किञ्चित् परिशीलनं कुर्मः अत्र किम् उक्तमस्ति उपदाविषये लघुपदस्य लघुपदस्य एतस्य अर्थं किम् आगच्छति लघुपदस्य अर्थम् उकार इकार ह्रस्व ह्रस्व इक्वर्णः इक्वर्णः इक्वर्णः अस्ति कुत्र अस्ति अङ्गस्य अङ्गस्य कस्मिन् भागे इगन्तस्य इक्वर्णः कुत्र अस्ति अन्तिमभागे तु वयं दृष्टवन्तः सार्वधातुक अर्धधातुकयोः विषये वयं दृष्टवन्तः उपदायाम् उपदायाम् अन्ते आम् अन्ते उपदान्तः नास्ति अन्तवर्णस्य पूर्ववर्ण ओके अतः उपदा इत्युक्ते पूर्ववर्ण अन्तिमवर्णस्य पूर्वं यद् आगच्छति तदस्ति उपदा उपदा तस्य किं तस्य स्थाने किम् आगत भवितव्यम् उपदास्थाने किं पुगन्त लघुपदविषये मा वदतु इदानीं हा पुगन्त तु त्यजतु इदानीम् उपदा एव अन्तिमवर्णस्य गुण आदेशः भवति न उपदायाम् अस्ति महोदय भवती अन्तिमवर्णः उपदावर्ण द्वयोः कोलाहलं करोति मस्तिष्के ओके कोलाहलं न करोतु ओके भ्रमः अस्ति तत्र भ्रमस्य किञ्चित् किं समाधानं कुर्मः उपदा इत्युक्ते किम् अस्ति वदतु उपदा इत्युक्ते पूर्व अन्तिमवर्णः अस्ति चेत् अन्तिमवर्णस्य पूर्वं यदस्ति उपदा उपदा भूधातु यदस्ति तस्य उपदावर्णः किम् भूधातु यदस्ति वयं तु पठितवन्तः न भूधातु भवति भवति न इदानीं भूधातोः विभजनं करोतु वर्णविभजनं करोतु भू भकार उकार ऊकार भकार ऊकार ऊकार इतोपि किमपि अस्ति वा वकार शक् अकार भूकार भू यदस्ति अस्माकम् हस्ते तत्र वकार कुत्र अस्ति अकार न महोदय भकार उकार अन्य किमपि वर्णः अस्ति वा इदानीम् अन्तिमवर्णः किम् उपदावर्णः किं भू भू उपदावर्णः ओके उपदावर्णः किम् पूर्व अन्तिमवर्णस्य पूर्वपदं पूर्ववर्णः पदं पदवर्णः पूर्ववर्णः अतः अन्तिमवर्णस्य पूर्ववर्णः किम् अस्ति भवती तु वर्णविभजनं कृतवती न आं महोदय ऊकारः ऊकारः किम् अस्ति? एकवर्णः उपवर्णः, परन्तु स्थानं किम् अस्ति तस्य? पूर्वमस्तेन अन्तिमवर्णस्य पूर्वम् उपदा, अन्तिमवर्णस्य पूर्वं, बहु सम्यक्। हा इदानीं ओके, अन्य एकं पश्यामः, अन्तिमवर्णस्य पूर्वम् अतः उपदावर्णः किम् अस्ति? हा महोदय, स्क्रीन् दिक्ते न मोबाइल है ना? हाँ मोबाइल का, तो थोड़ा आगे पीछे करो। वही कर रही हूँ, टच स्क्रीन टच करके इधर उधर करो। वही कर रही हूँ, मैंने इंटरनेट कर लिया। ओके एक मिनट, अग्रिमधातु दृश्यते वा? श्रू इति न दृश्यते। वन् मिनिट् एक मिनिट् ओके इदानीं दृश्यते। दृश्यते हा ओके। इदानीं श्रू धातु अत्र वर्णविभजनं करोतु, के के वर्णाः सन्ति? श्रू सकार, ऋकारणे रेफः, रेफः पुरा वदतु महोदय। अकार, अकार न श्रु अस्ति, श्रु श्रु एके श्रु सकार ऋकार रेफः, रेफः अनन्तरं उकार, उकार। इदानीम् अत्र अन्तिमवर्णः किम्? उकार, उकार। उपदावर्णः किम्? रेफः, रेफः। ओके इदानीं क्षि इति धातुः अस्ति, एतस्य वर्णविभजनं करोतु। क्षि चकार, ककार, इकार, ककार, षकार, न षि ककार षकार इकार, इकार षकार इकार, अत्र अन्तिमवर्णः किम्? इकार, ई वर्ण। उपदावर्ण किम्? चकार, षकार, चकार। अवगतम्? आम् ओके। अन्य किं वयं दृष्टवन्तः? ह्री इति धातु वयं दृष्टवन्तः न, तत्र अपि गच्छामि। खादृ पश्यामः। ओके अत्र किं किम् अस्ति? खातृ, खकार, खकार, आकार, आकार, आकार, दकार, दकार, रेफः, रेफः न तत्र अस्ति, ऋकार अस्ति न, ऋकार खादृ, अनुनासिक अनुनासिक ऋकारः ओके इदानीम् अन्तिमवर्णः किम् अनुनासिक ऋकारः उपधावर्णः किम् उपधावर्णः दकारः अवगतम् इदानीम् उपधा अन्तिमवर्णः ओके इदानीम् इदानीम् अस्माकं समस्या किम् अस्ति भूधातु हा भूधातुविषये वा अन्य किमपि धातु यद्वयं दृष्टवन्तः अत्र भू सृ क्षि एतत् सर्वं वयं दृष्टवन्तः ओके अत्र अन्तिमवर्णः किं भूविषये ऊकारः ऊकारः श्रुविषये श्रुविषये ऋकारः ऊकारः ऊकारः श्रीविषये इकारः इकारः अत्र तु अस्माकं ध्यानं कुत्र अस्ति अन्तिमवर्णविषये कदा सार्वधातुक अर्धधातुकयोः एतस्य उपयोगं वयं यत् यस्मिन् समये कुर्मः तस्मिन् समये वयम् अन्तिमवर्णस्य उपरि ध्यानं कुर्मः ओके इदानीम् अस्माकं तु ध्यानम् उपधाविषये अस्ति उपधाविषये अस्ति तदा सार्वधातुक अर्धधातुकयोः एतस्य अवकाशः आगच्छति वा न एतस्य अवकाशः न आगच्छति न आगच्छति अतः नूतनसूत्रम् आगतम् उगन्तलघुपदस्य ओके उगन्तविषये अग्रे पश्यामः परन्तु लघु उपधाविषये अत्र अवकाशः आगच्छति अवगतम् तदा किम् अस्ति सार्वधातुक अर्धधातुकयोः केवलं सार्वधातुक अर्धधातु धातुकयोः एतस्य अवकाशः न मिलति किमर्थम् अङ्गस्य अन्तिमवर्णः इक् नास्ति अतः येन विधि तदन्तस्य अलोन्तस्य एतस्य तु सम्पूर्णतया यूस्लेस् भविष्यति न कदा आगच्छति एतत् सूत्रं यदा सार्वधातुक अर्धधातुकयोः इगन्त अङ्गः इक् अङ्गस्य अन्ते अस्ति प्रत्ययः सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्ति तदा एव प्रश्नः उदेति कुत्र कार्यं कर्तव्यं कथं नामकरणं कर्तव्यं ओके इदानीम् अस्माकं ध्यानं लघुपदस्य लघु उपधाविषये अस्ति तत्र किम् अस्ति इकः सम्पूर्णसूत्रं तु अग्रे आगच्छति ओके अतः अत्र अस्माकं ध्यानं केवलम् अङ्गस्य उपधावर्णस्य उपरि गच्छति ओके तावत्पर्यन्तं वयं पठितवन्तः अङ्गस्य इकः गुणः इति अस्ति न इकः अङ्गस्य गुणः ओके एतस्य समाधानम् अग्रिम अवसरे वयं पश्यामः कारणम् एतत् अपि विद्यायाः प्रश्नः आसीत् ओके किञ्चित् तिष्ठतु समीचीनतया अवगतं महोदय मया इदानीं भवती स्पष्टीकरणं कर्तुं शक्नोति अङ्गस्य इकः इकः अङ्गस्य भिन्नता कुत्र अस्ति करोतु कर्तुं शक्नोति तु मम कार्यं तु सौकर्यं भविष्यति समयः जातः महोदय तत्तु जानामि अग्रिम अवसरे करोतु आम् आम् करोमि सम्यक् चिन्तयित्वा करोतु ओके किं किं किं महोदय अङ्गस्य इकः इति विषये वा लिखितमस्ति न अत्र लिखितमस्ति न अङ्गस्य इकः गुणः अङ्गस्य इकः गुणः इति अस्ति न तु इकः गुण अङ्गस्य गुणः कथं वयम् एतस्य इण्टर्प्रिटेशन् कर्तुं शक्नुमः ओके अत्रैव अत्रैव उत्तरमस्ति अत्रैव उत्तरमस्ति आं महोदय ओके अग्रिमावसरे भवती स्पष्टतया वदिष्यति ओके भवत्याः गृहकार्यम् आं महोदय चलो समापयामः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः शुभदिनं शुभरात्रि धन्यवादः धन्यवादः शुभदिनम्